अस्तु, तर्हि अस्माकं गीतासोपानपुस्तकस्य द्वितीयभागस्य त्रयोदशाधिकशततमीपुटे पाठः आरभ्यते। विषयः अस्ति सकर्मकधातवः अकर्मकधातवश्च। केषाञ्चित् जनानां कृते विषयः परिचितः स्यात्, किन्तु सर्वेषां मनसि प्रायः नास्ति इति कृत्वा किञ्चित् पश्येम। सर्वे जानन्ति चेत् अग्रे गन्तुं शक्नुमः अपि, किन्तु अस्तु, अनेन अस्तु, तर्हि सुब्रह्मण्यं कृपया तत्र आरभत। आं महोदय, एतानि वाक्यानि सावधानतया परिशीलयत। सकर्मकाः अकर्मकाः च धातवः। सकर्मकाः कर्तृपदं, कर्मपदं, क्रियापदम्। लेखकः ग्रन्थं पठति। सैनिकः देशं रक्षति। अतिथिः भोजनं करोति। भक्तः देवम् अर्चति। भवती दूरदर्शनं पश्यति। सः सर्वं जानाति। धेनुः तृणं खादति। बालः विषयं स्मरति। अत्र किं पश्य एवमेव वदतु, किं किम् अस्ति अत्र? अत्र लेखकः प्रथमवाक्ये प्रथमे वाक्ये लेखकः कर्तृपदं, ग्रन्थं कर्मपदं, पठति क्रियापदं, धातुः अस्ति पठ, ग्रन्थः पुल्लिङ्गशब्दः, अत्र ग्रन्थं द्वितीयाविभक्तिरूपं, तथैव सैनिकः देशं रक्षति, अत्र धातुः अस्ति रक्ष, देशम् अस्ति कर्मपदं, देशं तु नपुंसकलिङ्गशब्दः अस्ति, तथापि अत्र देशं द्वितीयाविभक्तिरूपम् अस्ति। अतिथिः भोजनं करोति, धातुः अस्ति क्रु, अत्र भोजनं कर्मपदं, भोजनं भोजनमेव अत्र नपुंसकलिङ्गशब्दः अस्ति, तथापि अत्र द्वितीयाविभक्तिरूपं, अत्र कर्तृपदमस्ति अतिथिः, तथैव भक्तः देवम् अर्चति, अर्च इति क्रियापदं, देवं कर्मपदं, तत्तु पुल्लिङ्गशब्दः, देवः देवम् अत्र द्वितीयाविभक्तिरूपं, भक्तः देवम् अर्चति। भवती दूरदर्शनं पश्यति, दृश् धातुः अस्ति, अत्र अवधेयमस्ति पठ, रक्ष, कृ, अर्च, दृश्, ज्ञा, खाद्, स्मृ, एते धातवः सकर्मकाः इति, किमर्थं चेत् ते सर्वे कर्मपदं नेतुम् अर्हन्ति। हा, इति बहु समीचीनमस्ति, इति सिद्धान्तः। हा, सर्वेषाम् अत्र धातूनां कर्मपदस्य सम्भावना इति कृत्वा सकर्मकधातवः सन्ति। अस्तु, अग्रे पठेम तर्हि। इदानीं सुनिधिभगिनी पठति वा अग्रे? महोदय, नताशा अत्र अस्ति। अस्तु, समीचीनं भगिनि, धन्यवादः। अन्य के सन्ति? किं पृष्टः? त्रयोदशाधिकशततमीपुटे। अन्य कोऽपि आगतवान् वा विलम्बेन? महोदय, श्रीनिवासः अस्ति। समीचीनं, श्रीनिवासमहोदय। अन्य कोऽपि? अस्तु अस्तु, तर्हि सुनिधि भगिनी कृपया, अकर्मकदातवः, तत्र कर्तृपदं, क्रियापदम् इत्यादिकं। शिक्षकः अस्ति। बाला हसति, मयूरः नृत्यति, शिशुः क्रीडति, हरिणः धावति, भीरुः रोदिति, शुकः दयते, सस्यं वर्धते। हा, बहु समीचीनमस्ति। तर्हि अत्र कानिचन वाक्यानि अस्माभिः दृष्टानि अत्र, यथा लेखकः ग्रन्थं पठति, इदानीं शिक्षकः अस्ति। इदानीं सुनिधिभगिनी वदति वा तत्र द्वयोः वाक्ययोः मध्ये भेदः कः? सरलरीत्या एवमेव दर्शनेन किं कः भेदः प्रतीयते? सकर्मकः कर्मकः कर्मकः अस्ति। अत्र लेखकः ग्रन्थं पठति इत्यस्मिन् वाक्ये ग्रन्थम् इति पदमस्ति। तत् पदं कीदृशपदमस्ति? उपरि लिखितमस्ति कर्मपदम्। कर्मपदमस्ति। अत्र शिक्षकः अस्ति इत्यस्मिन् वाक्ये कर्मपदम् अस्ति वा? न, नास्ति खलु। अस्तु, इति भेदः। वामतः कर्मपदानि सन्ति सर्वत्र, दक्षिणतः कर्मपदानि न सन्ति कुत्रापि, इति भेदः अस्ति। इदानीं किमर्थम् इति अधोभागे लिखितमस्ति। अग्रे पद्मा भगिनी अग्रे पठति वा? हा महोदय। बाला हसति, हस् धातु अस्ति। कुत्र अस्ति भगिनी? कुत्र पठति? अकर्मक पठितवती खलु, अग्रे पठतु। आम् महोदय, क्षम्यताम्। अवधेयम्, उपरीतनवाक्येषु प्रयुक्ता पठ, रक्षा, कृ इत्यादयः धातवः सकर्मकाः, यतः एतेषां कर्म सम्भवति। उपरेतस्मिन् भागे विद्यमानेषु वाक्येषु प्रथमवाक्यम् इत्यस्य अर्थः कः? सकर्मकाः धातवः कर्मपदं भवति कार्येषु, प्रत्येक कर्म भवति, कर्म भवति, कर्मपदं भवति। किमर्थं भवति? कार्येषु कार्येषु लक्ष्मी भगिनी किञ्चित् सहायं करोतु। उपरितनवाक्येषु प्रयुक्ताः पठ, रक्ष, कृ इत्यादयः धातवः सकर्मकाः, यतः एतेषां कर्म सम्भवति। इत्युक्ते उपरितनवाक्येषु यः धातवः सन्ति तेषां ये धातवः सन्ति ते सकर्मकाः इत्युक्ते कर्मपदं स्वीकुर्वन्ति। ते धातवः कर्मपदं स्वीकुर्वन्ति, तदर्थं ते सकर्मकः. यथा के धातवः? पठ, रक्ष, कृत्, अच, दृष्, ज्ञा, खाद, खाद, स्मृ, ते धातवः. समीचीनमस्ति. किन्तु तत्र अस्, हस्, नृत् इत्यादयः धातवः तत्र न स्वीकुर्वन्ति कर्मपदम् इति कारणेन तत्र अकर्मकधातवः सन्ति. कथं जानीमः इति चेत् लोके तादृशप्रयोगः अस्ति, लोके तादृशप्रयोगः अस्ति इति कारणेन तावदेव अस्ति. अस्तु, इदानीम् इदमपि वक्तव्यमस्ति यत् पठ, रक्ष, कृ, अर्च, दृश, ज्ञा, खाद, स्मृ, अत्र धातोः कस्यचिदपि धातोः रूपद्वयं भवति. तत्र लौकिकरूपं भवति, पुनः शास्त्रीयरूपं भवति. शास्त्रीयरूपं नाम किमिति चेत् धातोः अन्ते केचन वर्णाः अथवा आदौ अपि कुत्रचित् भवन्ति. तत्र व्याकरणसम्बद्धवाक्य वर्णाः सन्ति, ते च वर्णाः लोके न प्रयुज्यन्ते. यथा पठ, धातुः अस्ति पठ इति लौकिकधातुः. शास्त्रीयधातुः अस्ति पठ. पुनः रक्ष, रक्ष. कृधातुः डुक्रिय इति धातुः अस्ति शास्त्रीयरूपं, लौकिकरूपमस्ति कृ. एवमेव किमर्थं वदामि तावत् इति चेत् अत्र मिश्रणं कृतं तैः, समीचीनं नास्ति. कुत्रचित् लौकिकरूपं दत्तमस्ति, कुत्रचित् शास्त्रीयरूपं दत्तमस्ति, भ्रमात्मकविषयः. इति कारणेन बलात् किञ्चित् वक्तव्यं भवति. यथा अत्र दृश् इति लौकिकधातुः अस्ति, पठ इति शास्त्रीयधातुः अस्ति, तत्र न कोऽपि तर्कः दृश्यते मया. यदि लौकिकरूपं दातव्यमस्ति तर्हि पठ तत्र दण्डः स्यात्, रक्ष अपि तथा, कृ, अच्, दृश्, ज्ञा, खाद, स्मृ. नो चेत् शास्त्रीयरूपं दातव्यमस्ति चेत् पठ, रक्ष, डुक्रिय, अच, दृशीर, ज्ञा, खाद्र, स्मृ इति एतत् सर्वं स्यात्. किन्तु आवश्यकता नास्ति अत्र इति कृत्वा. केवलं दण्डः स्थापनीयः आसीत् तत्र, पठ, रक्ष, कृ, अर्च, दृश, ज्ञा, खाद, स्मृ इति पर्याप्तमासीत्. एवमेव दक्षिणतः अस् धातुः, तत्र दण्डः अपेक्षितः. अस् लौकिकरूपं चेत् हस्, नृट्, क्रीड, धाव, रुद, डी, वृद् इति धातवः सन्ति तावदेव. अस्तु, अग्रे गच्छेम तर्हि. पुष्पा भगिनी पठतु कृपया. अस्मि महोदय. प्रथमतया क्रियापदं न स्वप्नभूमौ इति केचन अवगच्छामि. अपरस्मिन् भागे इति तत्र पर्यन्तं, तत्र ततः अपरस्मिन् भागे विद्यमानेषु वाक्येषु प्रयुक्ताः अस्, हस्, नृत् इत्यादयः धातवः अकर्मकाः, यतः एतेषां धातूनां कर्म न सम्भवति. वदतु. हा, वामनै न दक्षिण न दक्षिणभागे दक्षिण दक्षिणभागे ये वाक्याः सन्ति यानि वाक्यानि सन्ति तानि अस् हस् नृत् क्रियापदानि सन्ति इत्यादि धातवः अकर्मकाः सन्ति यतः एतेषां धातूनां कर्मक्रिया पदानि न सन्ति समीचीनमस्ति समीचीनम् अस्तु अग्रे सञ्जीवमहोदय कृपया केषां धातूनां कर्म सम्भवति तेषां च कर्म न सम्भवति इत्यस्य ज्ञानस्य कश्चन क्रमः अनुसर्तव्यः भवति. कः धातुः अकर्मकः कः धातुः सकर्मकः इति ज्ञातुं कश्चित् क्रमः विधिः अनुसर्तव्यं विधिः अनुसर्तव्यः इति दत्तः अत्र. प्रथमबिन्दुः प्रथमतया क्रियापदम् उच्चारणीयं यथा पठति. द्वितीयबिन्दुः तदनन्तरं कर्तृसहितं क्रियापदम् उच्चारणीयं यथा लेखकः पठति. तृतीयबिन्दुः कर्तृक्रिययोः मध्ये द्वितीया विभक्तिसम्बद्धः कं कां किम् इति प्रश्नः करणीयः यथा लेखकः कं कां किं पठति लेखकः ग्रन्थं पत्रिकां रामायणं पठति. अत्र उत्तरं प्राप्यते अतः पठधातुः सकर्मकः इति. किञ्चित् वदतु. कोऽपि किमपि वाक्यम् अस्ति चेत् तस्मिन् वाक्ये क्रियापदं किम् इति ज्ञातव्यं तथा पुस्तकं लेखकः पठति अस्मिन् वाक्ये किमपि वाक्यमस्ति चेत् तत्र पठति क्रियापदम् अस्ति चेत् कर्तृपदं द्वितीयसोपानम् अस्ति कर्तृपदं किम् इति ज्ञातव्यं यथा लेखकः पठति अत्र पठति इति क्रियापदम् अस्ति लेखकः कर्ता अस्ति तस्मिन् मध्ये तृतीयबिन्दुः अस्ति तस्मिन् मध्ये प्रश्नः करणीयः यदि लेखकः पठति अस्ति तर्हि कं कां किम् इति प्रश्नः करणीयः कं पठति अथवा कां पठति अथवा किं पठति इति तदा यदि उत्तरं प्राप्यते यथा ग्रन्थं पठति अथवा पत्रिकां पठति अथवा रामायणं पठति इति उत्तरं प्राप्यते चेत् तदा धातुः सकर्मकः इति सिद्ध्यते. इति विषयः अस्ति समीचीनम्. अत्र सावधानतया चिन्तनीयम् अस्ति यतोहि अत्र लेखकः कं कां किं पठति इत्यस्मिन् वाक्ये तत्र प्रश्नवाचकशब्दः कर्मपदमुद्दिश्य न तु अर्थमुद्दिश्य अर्थं नाम लेखकः पठति किं तत्रापि भवितुमर्हति स्म. लेखकः पठति किम् इति अस्मिन् वाक्ये तत्र आम् अथवा न इति उत्तरं भवेत् तत्र अर्थान्तरं जातमस्ति. तत्र अस्माकम् इष्टः अर्थः नास्ति. नाम तत्र कं कां किम् इति कर्मपदमुद्दिश्य नाम कर्मपदम् अस्ति न वा इति चिन्तनीयमस्ति. द्वितीया विभक्तिसम्बद्ध सत्यं बहु समीचीनमस्ति. अस्तु तर्हि अग्रे गच्छेम, शिल्पा भगिनी पठतु कृपया. प्रश्नकरणानन्तरं यदि उत्तरं प्राप्यते तर्हि धातुः सकर्मकः इति निश्चेतुं शक्यते. नाम वयं उत्तरं प्राप्यते तर्हि वयं प्रश्नं पृष्ट्वा वयं ज्ञातुं शक्नुमः यदि क्रियापदं सकर्मकः अथवा अकर्मकः अस्ति. लेखकः ग्रन्थं पठति, तत्र लेखकः किं पठति? लेखकः ग्रन्थं पठति, तत्र क्रिया कर्मपदं भवितुं शक्नोति. किन्तु बाला हसति, बाला कः कं हसति, कां हसति, किं हसति इति ईदृशं प्रश्नं न प्रष्टुं शक्नुमः. तर्हि वयं जानीमः हसति अकर्मकः अस्ति. समीचीनमस्ति. अत्र लेखकः अत्र लेखकः ग्रन्थं पठति इत्यस्मिन् वाक्ये प्रश्नवाचकवाक्यं तत्र किं स्यात्? पुनः पृच्छतु. लेखकः ग्रन्थं पठति इति भवत्या उदाहरणं दत्तमासीत् खलु, तस्य प्रश्नः कः? लेखकः किं पठति अथवा तत्र किम् अस्ति वा, तत्र कं कां किम् इति? क्षम्यतां, तत्र कम् अस्ति, लेखकः कं पठति. समीचीनमस्ति इति तदर्थम् अहं पृष्टवान्. महोदय, निश्चेतुं धातु प्रायः क्षीदातुः, किमर्थं भगिनि? तत्र अस्माकं विषयान्तरं प्रवर्तमानम् अस्ति. भवत्याः प्रश्नः अपरस्यां दिशि अस्ति. यत्र विषयः अस्ति तत्र गच्छतु कृपया. अस्तु, तर्हि अत्र लेखकः कं कां किं पठति इति अस्मिन् वाक्ये, तत्र कं यत्र उत्तरं पुल्लिङ्गे अस्ति तत्र कम् इति प्रष्टव्यमस्ति. यत्र स्त्रीलिङ्गे अस्ति कां, नपुंसकलिङ्गे किम् इति विषयः अस्ति. अस्तु, समीचीनम्. अग्रे गच्छेम तर्हि सन्ध्या भगिनी. महोदय, मम एकः प्रश्नः अस्ति. हा, वदतु वदतु. एतस्मिन् पृष्ठे एकं वाक्यमस्ति, एतेषां कर्म सम्भवति. एतस्मिन् वाक्ये एतेषां कर्म सम्भवति, किमर्थं कर्मपदं सम्भवति इति न रचितवान् लेखकः? अत्र कर्म न सम्भवति. अत्र विषयद्वयमस्ति. अत्र कारकम् इति एकः विषयः, पुनः विभक्तिः इति एकः विषयः अस्ति. तत्र कर्म इति तत्र कारकमस्ति. इदानीं तस्य अधिक आवश्यकता नास्ति, द्वयोः भेदः अस्ति. किन्तु कर्म इति सारल्यार्थं तावदेव लिखितमस्ति. कर्मपदमपि नाम कर्म इति कस्मिन् अर्थे इति चेत् तत्र क्रियायाः फलं क्रियायाः फलं कुत्र भवति, क्रियायाः फलं कर्तरी भवति अथवा कर्मणि भवति. यदा बालकः उपविशति तत्र उपविशति इति क्रियापदमस्ति, तस्य क्रियायाः फलं कुत्र भवति इति मम प्रश्नः. भवती वदतु उत्तरं किम्. कुत्र उपविशति क्रियायाः फलं कुत्र अस्ति? उपवेशनक्रिया क्रिया अस्ति, उपविशति तत्र कर्तरी न बाला उपविशति इति, बाला इति कर्तृपदमस्ति, तत्र कर्तरी एव अस्ति अथवा कस्मिंश्चित् कर्मणि अस्ति. यथा यथा लेखकः ग्रन्थं पठति, लेखकः ग्रन्थं पठति इत्यस्मिन् वाक्ये पठनक्रियायाः फलं कुत्र अस्ति? ग्रन्थे. क्रियायाः फलं ग्रन्थे अस्ति इति कृत्वा कर्मपदं भवति. बाला उपविशति इति उपवेशनक्रियायाः फलं कस्मिंश्चित् कर्मणि अस्ति वा? अतः तत्र कर्म तत्र न भवति. तर्हि एतेषां धातूनां कर्म न सम्भवति. कर्म न तत्र क्रियायाः फलं कर्तरी एव अस्ति, न तु कर्मणि इति एव अर्थः अस्ति. तत्र दोषाय नास्ति. अस्तु तर्हि सन्ध्या भगिनी अग्रे. न महोदय, अहं केवलं श्रोतुम् इच्छामि. केवलं श्रोतुमिच्छति, तत्र तेन को लाभः? अस्तु अस्तु. व्याधिः अस्ति वा? स्वास्थ्यं सम्यक् नास्ति? न न, सम्यक् अस्ति. परीक्षा अस्ति. परीक्षा अस्ति श्वः. अस्तु अस्तु. नताशा भगिनी अग्रे. नताशा भगिनी अस्ति? अस्तु. श्रीनिवासमहोदय अग्रे कृपया. अस्तु. पूर्वतनक्रमेणैव प्रश्नानन्तरं यदि उत्तरं न प्राप्यते तर्हि धातुः अकर्मकः इति निश्चेतुं शक्यं. यथा अस्ति शिक्षकः अस्ति, शिक्षकः कं कां किम् अस्ति, शिक्षकः अस्ति, अत्र उत्तरं न प्राप्यते, अतः अस् धातुः अकर्मकः. यदि प्रश्नान्तरं समाधानं न प्राप्यते तर्हि तत् धातुः अकर्मकः धातुः इति निश्चेतुं शक्यम्. उत्तरं न न प्राप्यते चेत् धातुः अकर्मकः. अस्तु, समीचीनमस्ति. तर्हि तत्र उदाहरणं किं दत्तमस्ति? उदाहरणं बालः हसति, बालः बालः धावति, शिक्षकः अस्ति, शिक्षकः तत्र अथवा मयूरः नृत्यति, मयूरः नृत्यति इति तत्र प्रश्नः कः? मयूरः मयूरः कं नृत्यति? मयूरः किं नृत्यति, मयूरः कं नृत्यति, मयूरः कां नृत्यति, तत्र उत्तरमस्ति वा? नास्ति. अतः नृत्यातुः अकर्मकः अस्ति. समीचीनम्. अग्रे अभ्यासः अस्ति. अन्य कोऽपि मध्ये आगतवान् अथवा आगतवती वा? अस्तु अस्तु भगिनि, अग्रे पठतु कृपया, अग्रिमे पुटे. आम्, अभ्यासः यथा निर्देशं धातुः सकर्मकः उत अकर्मकः इति लिखत् न उत लिखत उत उत अकर्मकः इति लिखत क्रियापदम् इच्छति कर्तृसहित क्रियापदं बालः इच्छति कर्तृसहित क्रिया क्रियामुद्दिश्य प्रश्नः कर्तृसहितक्रियामुद्दिश्य प्रश्नः बालः कं कां किम् इच्छति उत्तरम् अस्ति उत न अस्ति सकर्मकः अकर्मकः सकर्मकः अस्ति वर्धते बालः वर्धते बालः कं कां किं वर्धते नास्ति अतः अकर्मकः अस्ति वन्दते बालः वन्दते बालः कं कां किं वर्धते अस्ति वन्दते क्षम्यताम् उत्तरम् अस्ति बालः देवं वन्दति अतः सकर्मकः धातवः अस्ति बहु समीचीनमस्ति अग्रे सहदेवं वदति अग्रे अग्रिमं करोति वा उपविशति बालः उपविशति बालः कं कां किम् उपविशति उत्तरमस्ति न जानामि अत्र उपविशति तत्र बालः उपविशति इत्यस्मिन् वाक्ये बालः भवता यदुक्तं तत्तु समीचीनमेव बालः कं कां किम् उपविशति इत्यस्मिन् उत्तरम् अस्ति न वा किञ्चित् चिन्तयतु यथा किम् इच्छति बालः किम् इच्छति तत्र उत्तरमस्ति नाम तत्र बालकः भोजनमिच्छति पुस्तकमिच्छति अत्र वर्धते इति जानाति वा वर्धते न वर्धते बृहत् भवति नाम शिशुः लघुः अस्ति अनन्तरं सः वर्धते नाम तस्य सः इतोपि तस्य आकृतिः इतोपि बृहती भवति नाम पञ्चवर्षीयः बालकः पुनः पञ्चदशवर्षीयबालकः द्वयोः मध्ये कः बृहान् इति वदति वा पञ्चवर्षीयबालकः अथवा पञ्चदशवर्षीयबालकः द्वयोः मध्ये कः बृहान् अस्ति बृहत् इति सो उपविशति अस्ति सकर्मकः अहं वदामि स्म यत् वर्धते इत्यस्य अर्थः एवं यत् पञ्चवर्षीयबालकः वर्धते इति कारणेन तत्र केभ्यः वर्षेभ्यः अनन्तरं तस्य आकृतिः इतोपि बृहती अस्ति एवम् अत्र उपविशति तत्र न वर्धते किन्तु यदि बालकः किं वर्धते इति प्रश्नस्य उत्तरं नास्ति यथा बालः किम् इच्छति इत्यस्य प्रश्नस्य उत्तरं यथा अस्ति किन्तु तथा नास्ति वर्धते इत्यस्मिन् उदाहरणे उत्तरं नास्ति तत्र तदर्थं निश्चयार्थं तत्र क्रियापदस्य अर्थः कः इति अवश्यं ज्ञातव्यमस्ति अवश्यं ज्ञातव्यं क्रियापदस्य अर्थः कः इति यदि न जानीमः तर्हि निश्चेतुं न शक्ष्यामः. अस्तु, उपविशति. हा, तर्हि बालकः उपविशति. तत्र बालकः उपविशति इत्यस्मिन् वाक्ये पुनः कर्मपदं स्वीकर्तुं शक्नोति न वा इति प्रश्नः अस्ति. बालकः उपविशति, बालकः किम् उपविशति? तत्र शिल्पा भगिनी वदतु, उत्तरमस्ति वा? क्षम्यतां, पुनः पृच्छतु. हा, किन्तु वदामि यत् यः न वदति तस्य अपि उत्तरदायित्वं, सर्वेषाम् उत्तरदायित्वम् अस्ति. अस्माकं मनः अत्र वर्गे स्यात्, अन्यत्र न स्यात्, दूरदर्शनं न स्यात्, अन्यकार्यं यत् कार्यं किमपि न स्यात्, अत्रैव भवतु. तर्हि अत्र प्रश्नः अस्ति यत् बालकः उपविशति, उपविशति इत्यस्मिन् वाक्ये तत्र कर्मपदं स्वीकर्तुं शक्नोति, नाम बालकः कं कां किम् उपविशति, तत्र उत्तरमस्ति वा? अतः कीदृशधातुः अस्ति? अकर्मकः इति समीचीनमस्ति. तत्र उत्तरं नास्ति. अस्तु, समीचीनमस्ति. अग्रे पुष्पा भगिनी, अग्रे. अस्तु, सुब्रह्मण्यं महोदय, कृपया अग्रे. अस्तु महोदय, महोदय, महोदय, महोदय, म्यूट् करोमि, करोति. लभते, बालः लभते, बालः कं कां किं लभते, उत्तरं न अस्ति. सकर्मकः, सकर्मकधातुः. अस्तु, उत्तरम् उदाहरणार्थं किमपि? बालः उत्तरं लभते. उत्तरं लभते, हा, समीचीनमस्ति. अन्यत् किमपि वदतु, उत्तरं त्यक्त्वा. अन्यत् बालकः आसन्दं लभते. आसन्दं लभते. अस्तु, इदानीम् उपविशति. तत्र सदैव महोदय पश्यतु, अत्र उपविशति, बालकः उपविशति, बालकः पुस्तकम् उपविशति इति वाक्यं समीचीनं वा? पुनः वदतु महोदय. बालकः बालकः पुस्तकम् उपविशति, वाक्यं समीचीनम्? न. किमर्थं समीचीनं नास्ति? बालकः पुस्तकम् उपविशति, वाक्यं समीचीनमस्ति खलु, अथवा नास्ति? नास्ति. नास्ति किं? हा, समीचीनं. हा, किमर्थं? किमर्थम् उपविशति अकर्मकः अस्ति. अतः पुस्तकशब्दः तत्र न भवितुमर्हति खलु. पुस्तकशब्दः तस्मिन् वाक्ये समीचीनं नास्ति खलु. बालकः उपविशति इति वाक्यं समीचीनमस्ति, किन्तु बालकः पुस्तकम् उपविशति इति सम्यक् नास्ति खलु. आम् इति वार्ता अस्ति. अस्तु, अग्रे तर्हि सुब्रह्मण्यं महोदय, कृपया. आं महोदय, लभते तत्तु कृतवन्तः. शृणोति, बालः शृणोति, बालः कं कां किं शृणोति. अत्र बालः श्लोकं शृणोति, बालः कथां शृणोति, अथवा बालः आकाशवाणीं शृणोति. उदाहरणानि सन्ति. अत्र शृणोति कर्मपदं नेतुम् अर्हति, तत्कारणात् अत्र शृणोति सकर्मकः. बहु समीचीनमस्ति. अग्रे श्रीनिवासमहोदय अग्रे. सहते बालः, सहते बालः, कं सहते, किं सहते, कां सहते, अत्र कर्मपद अस्ति सकर्मकः पदमस्ति महोदय. हा हा, उदाहरणार्थं वदतु. बालकः सहते तूष्णीं सहते, औष्ण्यं सहते, औष्ण्यं औष्ण्यं सहते, अथवा उष्णताम् भवती शृणोतु. भवती एका बालिका यथा सुनीति भगिनी एकं वदतु, यदि छात्राः तत्र शालायाम् एवं व्यवहारं कुर्वन्ति तत्र शिक्षकः किं करोति? निन्दति. हा, निन्दति खलु. इति एव मया किं कर्तव्यमस्ति? तत्र पुष्पभगिनी न शृणोति, किमपि न शृणोति. एवमेव यथा इच्छा यथेच्छं सा किमपि वदति, किमपि नाम भवती बालिका नास्ति खलु. ततः अहं श्रुतवान् महोदय, अहं श्रुतवान् स्पष्टं नास्ति. पुनः वदामि तत्र अहम् उक्तवान् यत् औष्ण्यं भवितुमर्हति स्म, उष्णतां भवितुमर्हति स्म, उष्णत्वं भवितुमर्हति स्म. बालकः उष्णत्वं सहते, उष्णतां सहते, औष्ण्यं सहते, अथवा कष्टं सहते, क्लेशं सहते, एतत् सर्वं भवितुमर्हति. अस्तु, तर्हि अग्रे गच्छेम. इदानीं सन्दीपमहोदय अग्रे कृपया. क्रीणाति बालः, क्रीणाति बालः, कं कां किं क्रीणाति? उत्तरमस्ति, उत्तरं भवति अस्ति. सकर्मकः. बालः किं कं किं क्रीणाति? बालकः कन्दुकं क्रीणाति, बालकः पुस्तकं क्रीणाति. अस्तु, इति अस्ति समीचीनं. लक्ष्मी भगिनी अग्रे. क्रियापदं पतति, बालः पतति, बालः कं कां किं पतति, कं कां किं पतति, अत्र उत्तरं नास्ति. तदर्थं पतति अकर्मकधातुः. पत् धातुः अस्ति. पत् पत् पत् अकर्मकधातुः. समीचीनमस्ति. अस्तु, अग्रे अग्रे तर्हि सुनिधि भगिनी अग्रे. कम्पते बालः, कम्पते बालः, कं कां किं कम्पते? उत्तरं नास्ति, अकर्मकः धातुः अस्ति. हा, बहु समीचीनमस्ति, तथैव अग्रे. कस्य नास्ति तावत्? पद्मा भगिनी अग्रे. आं महोदय, क्रियापदमस्ति श्लाघते, बालः श्लाघते. कर्तृसहितक्रियापदं कं कां किं प्रश्न पृच्छते न, उत्तरं नास्ति. इदानीं क्रियापदं श्लाघते अकर्मकः अस्ति. अस्तु, इदानीम् अत्र सञ्जीवमहोदय किं वदति भवान्? उत्तरः भवितुम् अर्हति. श्लाघते किं कां कं कां किं श्लाघते इति यथा हम् उत्तरं वदतु. अहं सः देवं श्लाघते, सः पुत्रं श्लाघते, पुत्रीं श्लाघते. पिता पुत्रं श्लाघते इति वाक्यं दोषपूर्णमस्ति पद्मा भगिनी वा? पद्मा भगिनी. आं महोदय. वाक्यम् अहं चिन्तयामि श्लाघते विशेषणं क्रियापदस्य विशेषणं चिन्तयामि. क्रियापद श्लाघते इति स्वयं क्रियापदमस्ति, कथं वा विशेषणं? पिता श्लाघते, कं श्लाघते? कं श्लाघते तत्र उत्तरं नास्ति. श्लाघते तत्र पुत्रः अस्ति, तस्य तस्य कार्यं कार्यं समीचीनमस्ति. किं श्लाघते इति क्रियापदं जानाति वा? अस्तु अस्तु अस्तु, तर्हि अग्रे गच्छेम. हा इदानीं लक्ष्मीभगिनी अग्रे पठतु कृपया. यथोदाहरणं वाक्यं सकर्मकवाक्यम् उत अकर्मकवाक्यम् इति आवरणे लिखत. उदाहरणार्थं सः वदति सकर्मकवाक्यं, बालकः पतति अकर्मकवाक्यम्. बालः क्षिपति सकर्मकवाक्यम्. अस्तु, समीचीनमस्ति. अन्य कोऽपि आगतवान् अथवा आगतवती वा इदानीं ध्वनिः? मीना अस्मि महोदय, वक्तुं न शक्नोमि, श्रोतुमेव. वक्तुं न शक्नोति, इदानीम् उक्तवती. आडिटिङ्ग् एव. अस्तु अस्तु, ध्वनिः कार्यं न करोति. अस्तु, अग्रे गच्छेम. लक्ष्मीभगिनी द्वितीयं करोतु. बालः क्षिपति सकर्मकवाक्यं, दीपः ज्वलति अकर्मकवाक्यम्. अत्र कर्मपदं नास्ति. हा इति अस्ति. योधः. महोदय महोदय, एकः प्रश्नः अत्र. बालः क्षिपति तु अकर्मकः खलु? अकर्मकः तत्र क्षिपति इति अर्थं जानाति खलु? शिलाखण्डं क्षिपति, तत्र कागदं क्षिपति, सङ्गणकं क्षिपति, भोजनं क्षिपति, शिलाखण्डं क्षिपति इति न भवति? सुब्रह्मण्यं महोदय, तत्र न एतत् सर्वं न भवति? भवति, परन्तु अत्र बालः क्षिपति तु अकर्मक सकर्मक न इति मम चिन्तनं महोदय. न, इदानीं यानि उदाहरणानि मया दत्तानि सन्ति तानि दोषपूर्णानि न महोदय. नाम कर्मपदसहितवाक्यानि सन्ति तानि. सङ्गणकं क्षिपति, सङ्गणकं क्षिपति, बालः सङ्गणकं क्षिपति. अस्तु महोदय, अस्तु महोदय. बालकः शिलाखण्डं क्षिपति, बालकः सङ्गणकं क्षिपति. सङ्गणकं स्वयं न क्षिपति खलु? अस्तु महोदय, इदानीं सम्यक्. अस्तु, भवानेव अग्रिमं करोतु. योधः गृह्णाति, योधः गृह्णाति सकर्मकवाक्यं भवति महोदय. योधः चषकं गृह्णाति, लेखनीं गृह्णाति. अतः योधः खड्गं गृह्णाति, गदां गृह्णाति. अस्तु, सम्यक्. शिल्पभगिनी अग्रे. सज्जनः त्यजति, आम् सकर्मकः अस्ति सज्जनः सज्जनः धूमपदं त्यजति किं त्यजति सम्यक् शब्दं सम्यक् शब्दं न जानामि पापं सज्जनः पापं त्यजति तर्हि सर्कर्मकः अस्ति इति अस्ति नताशा भगिनी अग्रे महोदय अत्र भगिनी प्रायः सज्जनः धूम्रपानं त्यजति इति वक्तुम् इच्छति धूम्रपानं समीचीनं धूम्रपानं सम्यक् एव नताशा भगिनी अग्रे हा महोदय मार्जारः गच्छति मार्जारः गच्छति सकर्मक वाक्यम् अस्ति मार्जारः महोदय मार्जारः अर्थं न जानामि मार्जारः इति अपि अहं कोऽपि वदतु सूचयतु अहं न अपि न जानामि बिडालः बिडालः बिडालः अस्तु अस्तु एकवारं वदतु मार्जारः इति बिडालः क्याट् मार्जारः मार्जारः अपि अस्ति खलु मार्जालं मार्जारः अस्तु यत्किमपि भवतु बिडालः अस्तु अग्रे आं महोदय हा नताशा भगिनि हा तस्य तत्र कर्मपदं स्थापयतु आं महोदय मार्जारः मार्जारः गृहं गच्छति मम गृहं गच्छति हा इति अस्ति तत्र सर्वेषां मनसि अत्र भ्रमात्मकवाक्यमस्ति भवितुमर्हति यतोहि गम् धातुः अपरासु भाषासु बहुत्र अकर्मकधातुः भवति अकर्मकधातुः प्रादेशिकभाषासु बहुत्र तत्र अकर्मकधातुः अस्ति गम् इति कारणेन भ्रमात्मकविषयः अस्ति किन्तु अत्र सकर्मकः गन्तव्यस्थानम् इति कर्मपदमस्ति द्वितीयविभक्तौ भवति न तु सप्तमी अथवा अन्यत् किमपि द्वितीयविभक्तौ भवति इति कृत्वा गम् धातुः सकर्मकः अस्तु समीचीनमस्ति इदानीम् अस्तु सुनिधि भगिनी अग्रे नदी प्रवहति अकर्मकः नदी प्रवहति अकर्मकधातुः अस्ति समीचीनमस्ति अस्तु अग्रे सञ्जीवमहोदय अग्रे सः शक्नोति अत्र किम् इति उत्तरं न प्राप्तं सः शक्नोति अकर्मकवाक्यं प्राप्नोति सः शक्नोति इति वाक्यमस्ति सप्तमवाक्यं तत्र कर्मपदं नास्ति तत्तु अकर्मकवाक्यम् अस्ति अत्र शक्नोति इति प्रायः सकर्मकधातुः इदानीं सर्वत्र मया द्रष्टव्यं भवति शक् धातोः कृते किन्तु प्रायः सकर्मकधातुः इति कार्यं शक्नोति सः कार्यं शक्नोति इति प्रायः कार्यं कर्तुं शक्नोति अवश्यम् अस्तु किन्तु पश्यामि इदानीं तावता पश्यामि अग्रे गच्छेम इदानीमेव पश्यामि वदिष्यामि शकदातुः अग्रे गच्छेम अनन्तरम् अग्रे कस्य श्रीनिवासमहोदय अग्रे अस्तु महोदय. कर्मकरः क्षालयति. कर्मकरः कं क्षालयति, कां क्षालयति, किं क्षालयति? उत्तरम् अस्ति महोदय, सकर्मकः. हा, बहु समीचीनमस्ति. अस्तु, पुष्पा भगिनी अग्रे. आनन्दः भवति अकर्मकधातुः. आनन्दः कं भवति, उत्तरं नास्ति. किमस्ति, कुत्र अस्ति, क्षालति, भवति. हा, अस्तु, उत्तरं नास्ति. हा, अस्तु, तथा अग्रे. महोदय, धातुकोश शक् धातु सकर्मके इति दत्तं. सकर्मकः इति, अस्तु महोदय, सकर्मकः. शक् अहं पश्यामि स्म, किन्तु इदानीं शकः सकर्मकः अस्ति खलु इति अस्तु. सः कं शक्नोति, यत्किमपि कर्तुं, यत्र कर्तुं शक्नोति इति चिन्तयतु. तत्र कृ धातुः नास्ति चेदपि तादृशं वाक्यं सम्भवति इति कृत्वा शकधातुः सकर्मकः अस्ति. अस्तु, अग्रे गच्छेम तर्हि. इदानीं सहदेव महोदय. मशकः दशति. जानाति वा? न, तत् सरलम् उदाहरणं. मशकः अर्थं किं? मीना भगिनी वदतु कृपया. महोदय, ध्वनिः अस्ति. ध्वनिः अस्ति अवश्यं. मशकः दशति. मशकः दशति, किं दशति? सकर्मकः. सकर्मकः मशकः कं दशति? मशकः मनुष्यं दशति, मनुष्यं दशति, पुत्रीं दशति इति कृत्वा सकर्मकः अस्ति. मशकः अर्थं किं महोदय? कीटः. कीटविशेषः. अस्तु, तर्हि अग्रे गच्छेम इदानीं. अस्तु, अग्रे इति लक्ष्मीभगिनी अग्रे. अहं मन्ये न चिन्तयतु. अहं कं मन्ये, कां मन्ये, किं मन्ये? एकवारं वदतु, अनन्तरं सहायं कुर्मः. अहं कं मन्ये सहायं न स्यात्, उत्तरमस्ति इति भाति. उत्तरम् एकरीत्या उत्तरम् अस्ति. सुब्रह्मण्यं महोदय वदतु, चिन्तनं किम् अस्ति? अहम् आचार्यं मन्ये. वस्तुतः एकरीत्या उत्तरं भवति, किन्तु तादृशम् उत्तरं नास्ति. अहं मन्ये यत् अद्य वृष्टिः भविष्यति, किन्तु कं मन्ये इति तादृशं न स्यात्. अहं मन्ये, अहं चिन्तयामि, अहं बालकं चिन्तयामि. तत्र बालकस्य विषये चिन्तयामि, किन्तु बालकं चिन्तयामि इति न. अहं चिन्तयामि यत् अद्य तत्र बहिः गमिष्यामि, अद्य वृष्टिः न स्यात् इति मन्ये, किन्तु अत्र वृष्टिं मन्ये इति न वक्तुं न शक्नुमः तथा. अस्तु, अग्रे गच्छेम. महोदय, प्रश्नः अत्र, तत्तु द्वितीयाविभक्ति न खलु? अहम् अद्य वृष्टिः भवति इति मन्ये, अतः अहम् उक्तवान् यत् एकरीत्या उत्तरं भवति, किन्तु तादृशम् उत्तरं नास्ति. अतः अकर्मकद्वे अस्ति. न न न अकर्मकदातु न सकर्मकः अस्ति. अकर्मकः अकर्मकः धातु अस्ति. अस्तु अग्रे यच्छेम. नताशा भगिनी अग्रे. आं महोदय. चोरः पलायते. कर्मपदं नास्ति अतः अकर्मकवाक्यम्. हा समीचीनमस्ति. अग्रे गच्छेम. शिल्पा भगिनी. सा वसति अकर्मकः अस्ति. हा समीचीनं. कुत्र प्रश्नः भवति? कुत्र न तर्हि अत्र सप्तमी विभक्तेः उपयोगं कुर्मः. सा मम गृहे वसति. समीचीनमस्ति. अस्तु सुनिधि भगिनी अग्रे. भवान् पिबति. सकर्मक धातु अस्ति. हा हा हा यथा एकं वदतु यथा उदाहरणं. भवान् जलं पिबति. हा हा हा समीचीनमस्ति. अस्तु अग्रे गच्छेम. पुष्पा भगिनी अग्रे. मूर्खः निन्दति. सकर्मकधातुः. मूर्खः कं निन्दति? उत्तरमस्ति. हा उत्तरमस्ति. अस्तु अग्रे सन्दीपमहोदय अग्रे. रथः तिष्ठति. अकर्मकवाक्यमस्ति. हा इति स्थितिः. अस्तु सुब्रह्मण्यमहोदय अग्रे. भवती खिद्यते. अकर्मकः इति मम चिन्तनं महोदय. अत्र भवती कं कां किं खिद्यते तस्य उत्तरं नास्ति. नास्ति सत्यं सत्यम्. अस्तु श्रीनिवासमहोदय अग्रे. आं पक्षी चिनोति. पक्षी किं चिनोति कं चिनोति कम् उत्तरम् अस्ति महोदय. अकर्मक यथा पक्षी शिलाखण्डं धान्यं चिनोति शिलाखण्डं चिनोति अथवा फलं. हा तादृशं. हा समीचीनमस्ति. पद्मा भगिनी अग्रे. मेघः वर्षति. अकर्मकः अस्ति. मेघः वर्षं वर्षति. न न न अकर्मकः अस्ति. अकर्म अस्तु अग्रे. मीना भगिनी अग्रे. चित्रं शोभते. अकर्मकः धातुः. समीचीनमस्ति. अस्तु तर्हि अग्रे गच्छेम. इदानीं नूतनविषयः अस्ति. किञ्चित् समयः अस्ति. किञ्चित् वक्तुमिच्छामि. किञ्चित् वक्तुमिच्छामि. शक्नोति मया सम्यक् न उक्तं. शक्नोति वस्तुतः अकर्मकः अस्ति. शब्दकोशे मया दृष्टं पूर्वं चकधातुः तत् सकर्मक तत्तु अन्यमस्ति. अन्यः अस्ति धातुः. अन्यशक् धातुः. अहमपि पश्यामि स्म यत् कः शक् धातुः अस्ति कः शक् धातुः अस्ति इति अहं पश्यामि. सर्वदा विस्मरामि. तत्र अकर्मकः अस्ति इति वा? शक्यते. तत् सः धातुः अन्यः अस्ति. शक्यते तत् शक्नोति अकर्मकः अस्ति. शक्नोति इति अकर्मक. शक्नोति अकर्मक अस्ति. शक् शक् शक् शक्लृ अस्तु द्रक्ष्यामि इति अपि अहं इति स्यात् शक् अस्तु अग्रे गच्छेम तर्हि भवान् एव पठतु कृपया अग्रे. एतानि वाक्यानि सावधानतया परिशीलयत. नूतनविषयः अस्ति द्विकर्मकाः धातवः. प्रथमवाक्यं भिक्षुकः धनिकं धनं याचति. अत्र याच् धातुः कर्मपदम् अस्ति. यदि पृच्छेम भिक्षुकः किं कं कां याचति इति, भिक्षुकः धनं याचति इति उत्तरं प्राप्यते. तत्र द्वितीयवारं पृच्छामः चेत् भिक्षुकः धनं कं याचति, भिक्षुकः धनं धनिकं याचति. तत्र भिक्षुकः धनिकं धनं याचति वाक्यं भवति. तत्र कर्मपदे द्वे स्तः. हा समीचीनमस्ति. भिक्षुकः धनिकं धनं याचति. अत्र कर्मपदद्वयमस्ति इति सर्वे पश्यन्तु. एकं कर्मपदं मुख्यमस्ति, प्रधानमस्ति. एकमस्ति गौणम्. तत्र भिक्षुकः धनिकं धनं याचति इत्यस्मिन् वाक्ये धनं नित्यं कर्मपदमस्ति, नित्यम्. अतः प्रधानकर्मपदमिति वदामः. धनिकं गौणकर्मपदमस्ति यतोहि तस्य अन्या विभक्तिः अपि सम्भवति. अत्र का विभक्तिः स्यात्? अत्र भिक्षुकः धनिकं धनं याचति इत्यस्मिन् अत्र द्वितीयविभक्तिः तु अस्ति एव. का अन्या का विभक्तिः सम्भवति? पञ्चमी महोदय. हा पञ्चमी अपि भवितुमर्हति. इति कृत्वा गौणकर्मपदमस्ति, गौणकर्मपदं कर्मपदमस्ति. धनिकात् धनं याचति. धनमिति नित्यं द्वितीयविभक्तौ अस्ति इति कृत्वा प्रधानकर्मपदमस्ति. लक्ष्मीभगिनी अग्रे. अध्यापकः छात्रं प्रश्नं पृच्छति. अध्यापकः किं पृच्छति? प्रश्नं पृच्छति. अध्यापकः कं पृच्छति? छात्रं पृच्छति. तदर्थम् अध्यापकः अत्र पृच्छधातुः धातुः द्विकर्मकः धातुः. हा द्वयोः कर्मपदयोः मध्ये कस्य अन्या विभक्तिः सम्भवति? किं नित्यं, किं पदं नित्यम् अस्ति द्वितीयविभक्तौ अत्र? अध्यापकः छात्रं प्रश्नं पृच्छति. तत्र अध्यापकः प्रश्नं पृच्छति छात्रात्. हा हा पञ्चमी, पञ्चमी एव. पञ्चमी अपि सम्भवति इति अस्ति. इति कृत्वा प्रश्नमिति प्रधानकर्मपदमस्ति, छात्रमिति गौणकर्मपदमस्ति. अस्तु अग्रे गच्छेम. इदानीं सुब्रह्मण्यं महोदय अग्रे. अस्ति वा? महोदय, पितामहः पौत्रं कथां वदति. अत्र पितामहः कां वदति, पितामहः कथां वदति, पितामहः कथां कं वदति, पितामहः पौत्रं कथां वदति. तदर्थमत्र वद् द्विकर्मकधातुः. अत्र चिन्तयामि अन्य अत्र मम चिन्तनमस्ति महोदय, चतुर्थी भवितुम् अर्हति इति. पौत्राय कथां वदति, हा इति अस्ति. इति कृत्वा कथामिति प्रधानकर्मपदम् प्रधानकर्मपदमस्ति. पौत्रम् अत्र गौणकर्मपदम्. हा, पौत्राय इति सम्भवति. समीचीनमस्ति. अग्रे गच्छेम तर्हि. नतासा भगिनी अग्रे. महोदय, अत्र षष्ठी न भवति वा? तत्र अर्थान्तरं भविष्यति. षष्ठिः भवितुमर्हति, किन्तु तस्य अर्थः भिन्नः. नाम चौत्रस्य कथां इच्छाम्यतां. पौत्रस्य कथाम् इति अर्थान्तरं भविष्यति न वा? अतः तत्तु भिन्नवार्ता अस्ति. अत्र न स्यात्. अस्तु, नताशा भगिनी अग्रे. सेवकः आसन्दं प्रकोष्ठं नयति. सेवकः आसन्दं नयति. आसन्दं मुख्यकर्मपदं. सेवकं कः आसन्दं नयति? सेवकः आसन्दं प्रकोष्ठं नयति. अतः नि धातु द्विकर्मकः धातुः अस्ति. गौणकर्मपदं किं? प्रकोष्ठं. तस्य अन्या विभक्तिः का? सप्तमी प्रकोष्ठे. इति प्रकोष्ठे नायति. वस्तुतः अन्या विभक्तिः अपि सम्भवति. प्रकोष्ठात् अन्य अर्थे अपि भवितुमर्हति खलु महोदय? तत्र अर्थान्तरं भविष्यति. अर्थान्तरं भविष्यति. पञ्चमी अस्ति चेत् अर्थः भिन्नः भविष्यति. अस्मिन्नेव अर्थे सप्तमी प्रकोष्ठे नयति. तत्र यत्र गच्छामः अत्र सप्तमी इति भविष्यति. अत्र सेवकः आसन्दं प्रकोष्ठे नयति. अथवा किम्? न, अत्र अत्र चतुर्थी विभक्तिः अपि सम्भवति. प्रकोष्ठाय नयति. सेवकः आसन्दं प्रकोष्ठाय नयति इति सम्भावनात्रयमस्ति. अस्तु, पञ्चमवाक्यं. तत्र द्वितीया अथवा चतुर्थी अन्यविभक्तयः अपि विकल्पेन वक्तुं अर्हति वा? तत्र प्रकोष्ठं प्रकोष्ठाय अथवा प्रकोष्ठमिति इति एव वक्तव्यम् अथवा प्रकोष्ठाय इति अपि भवति? यथा उक्तम् इदानीं सम्भावनात्रयमस्ति. आसन्दमिति प्रधानकर्मपदमिति कृत्वा नित्यं. प्रकोष्ठम् इति गौणकर्मपदं तस्य विकल्पेन षष्ठीविभक्तिः अथवा चतुर्थीविभक्तिः. विकल्पेन यत्र गौणकर्मपदमस्ति तत्र विवक्षानुसारं तत्र अन्या विभक्तिः भवति एव गौणकर्मपदस्य प्रसङ्गे. अस्तु, अन्तिममस्ति. अग्रे शुभा भगिनी अग्रे वदतु. कर्मकरः पेटिकाम् आपणं वहति. भारं वहति. अहम् उक्तवान् पूर्वमपि, भारं वहति. यत्र यत्किमपि अस्ति, अत्र पेटिका अस्ति, यत्किमपि भारं, यं कमपि भारं वहति. यत्र भारः अस्ति तस्मिन् दिने अहम् उक्तवान्, भवती विस्मृतवती, भारं वहति. तत्र यत्किमपि भवतु, शिलाखण्डं वहति अथवा पुस्तकानि वहति. अस्तु अस्तु तर्हि कर्मकरः पेटिकाम् आपणं वहति. कर्मकः किं वहति? कर्मकः पेटिकां वहति. किमिति वा? किमिति वा? पेटिका काम. कर्मकः काम वहति. आम् सत्यम्. काम आपणः कर्मकः कम वहति. कर्मकरः कर्मकरः कम वहति. कर्मकरः आपणं वहति. द्वयोः नित्यकर्मपदं किं? प्रधानकर्मपदं किम्? पेटिकाम्. हा सत्यमस्ति. कर्मकरः पेटिकां वहति इति नित्यं द्वितीयविभक्तौ. आपणम् इति विभक्तानुसारं तत्र विवक्षानुसारं द्वितीयविभक्तिः अथवा सप्तमी. हा सप्तमी आपणे अथवा चतुर्थी. हा चतुर्थी आपणाय वहति इति एतत् सर्वं भवति. अस्तु अग्रे पठेम तर्हि. लक्ष्मी भगिनी कृपया. अवधेयं याच् पृच्छ वद इत्येतादृशाः उपरितनवाक्येषु प्रयुक्ताः धातवः द्विकर्मकाः यतः एतेषां कर्मद्वयं सम्भवति. अग्रे द्विकर्मकप्रयोगे एकं कर्मप्रधानम् अपरं च गौणं भवति. गौणं कर्म यस्य कर्मणः अन्यविभक्तिप्राप्तिसम्भावना अस्ति तत् गौणं कर्म इति ज्ञातुं शक्यते. यथा भिक्षुकः धनिकं धनं याचति इत्यत्र धनिककर्मणः धनिकात् इति पञ्चमी विभक्तिः अपि भवितुम् अर्हति. अतः अत्र धनिकः गौणं कर्म भवति. प्रधानं कर्म यस्य कर्मणः सर्वदा कर्मत्वम् एव भवति यत्र च अन्यविभक्तेः प्रयोगस्य सम्भावना नास्ति तत्र प्रधानं कर्म. यथा भिक्षुकः धनिकं धनं याचति इत्यस्मिन् वाक्ये धनम् इत्यस्य सर्वदा कर्मत्वम् एव भवति अतः तत्र द्वितीया विभक्ति एव भवति. द्विकर्मकाः धातवः षोडशः सन्ति. षोडश आं महोदय. द्विकर्मकाः धातवः षोडश सन्ति. तेषां लट्लकारे प्रथमपुरुष एकवचनरूपाणि एवं भवन्ति. इति अत्र षोडश धातवः सन्ति द्विकर्मकाः. वस्तुतः एते धातवः ये सन्ति तेषाम् अर्थे ये समानार्थकः धातवः सन्ति ते द्विकर्मकाः सन्ति. अतः केवलं षोडशधातवः न सन्ति. तस्मिन् अर्थे यथा याचति इत्यस्मिन् अर्थे अन्यत् यत्किमपि भवति तत्र तस्यापि द्विकर्मकत्वं भवति. ब्रवीति इति उपरि दत्तमस्ति वदति इति उदाहरणं खलु कुत्रचित् वदति अस्ति उपरि. अत्र वदति वद् धातुः षोडशसु धातुषु नास्ति किन्तु ब्रवीति इत्यस्मिन् भ्रू धातोः अर्थे वद् धातुः अपि भवति इति स्थितिः. तस्मिन्नेव अर्थे ये ये धातवः सन्ति तेषां द्विकर्मकत्वं भवति. तत्र मया दत्तं करपत्रं पश्यन्तु, तत्र करपत्रं तत्रैव उदाहरणवाक्यरूपेण तत्र उदाहरणानि सन्ति प्रत्येकं धातोः. सदीपमहोदय, पुरतः अस्ति वा करपत्रं? आमस्ति. उपरितः किञ्चित् पठति वा? द्विकर्मकस्थले आपादानादीनाम् अविवक्षायां व्यवस्था. अविवक्षायां व्यवस्था. दुहादयो धातवः द्विकर्मकाः भवन्ति. द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानं च भवति. अपादान आदिविशेषैः अविवक्षितं कारकं गौणं कर्म भवति. ततः द्वितीया अपि भवति. यदि अपादान आदित्वरूपेणैव विवक्षा भवति तदा तत्कारकादिसम्बन्धिनी विभक्तिरेव प्रवर्तते. यथा यथा दुह् आदयः धातवः, दुह् इत्यादि धातवः द्विकर्मकः भवन्ति. कर्मपदद्वयं सम्भवति. द्वयोः कर्मणोः एकतरं गौणम् अपरं प्रधानम्. एकं कर्मपदं प्रधानं भवति, अपरं गौणं भवति. अपादानादिविशेषैः अविवक्षितं कारकं गौणकर्म भवति. अपादान अथवा अधिकरणं अथवा सम्प्रदानं. सर्वे जानन्ति खलु अपादानं नाम पञ्चमीविभक्तिः इति सर्वे जानन्ति. तत्र तत्र कारकस्य नामकरणं तावदेव. पञ्चमीविभक्तिः इति यत्र तस्य नाम अपादानम्. अपि च अविवक्षितं नाम किमर्थम् अविवक्षितम् इति लिखितम्? अविवक्षितं तस्य वक्तुम् इच्छा नास्ति. किं वक्तुम् इच्छा नास्ति? अपादान इत्यादि वक्तुम् इच्छा नास्ति. अपादान सम्प्रदान अथवा अधिकरण इत्यादि वक्तुम् इत्यादि प्रयोगस्य विवक्षा नास्ति. इति यत्र तत्र तत्र कारकं अविवक्षितं कारकं गौणं कर्म भवति. तत्र तं पदं गौणं भवति नाम द्वितीयविभक्तौ अपि विकल्पेन भवति अविवक्षायां. यत्र अपादानां पञ्चमीविभक्तिः तत्र विवक्षा तत्र इच्छा नास्ति चेत् कर्मपदमिति द्वितीयविभक्तौ स्थापयतु. अस्तु अग्रे. ततः द्वितीया अपि भवति. यत्र पञ्चमी अथवा चतुर्थी अथवा सप्तमी इत्यादि वक्तुं न इच्छति चेत् द्वितीया अपि भवितुं शक्यते. यदि अपादानादित्वरूपेण एव विवक्षा भवति तदा तत्तत्कारकादिसम्बन्धिनी विभक्तिरेव प्रवर्तते. यदि पञ्चमी यथा पुस्तके वयं दृष्टवन्तः भवतः प्रथमवाक्यं भिक्षुकः धनिकं धनं याचति. अत्र का स्थितिः? अत्र भिक्षुकः धनिकात् धनं याचति. यत्र विवक्षा अस्ति पञ्चमीविभक्तेः विवक्षा अस्ति चेत् धनिकात्, नो चेत् कर्मपदम् इति विवक्षा अस्ति चेत् धनिकम् इति अस्ति. इति अस्ति. तर्हि सुब्रह्मण्यमहोदय अग्रे किञ्चित् पश्येम अत्र. आं महोदय, अत्र उदाहरणानि पठामि महोदय. तत्र श्वेनिका. गोपालः अत्र प्रथममस्ति. अपादानादिविशेषैः अविवक्षितत्वे वाक्यानि इत्थं सम्भवन्ति. प्रथमस्तम्भे अपादानादिविशेषैः अविवक्षितत्व वाक्यानि सन्ति. द्वितीयस्तम्भे अपादानादिविशेषैः विवक्षितत्वे वाक्यानि दत्तमस्ति महोदय. यथा प्रथमवाक्यं प्रथमवाक्यमस्ति गोपालः गां पयो दोग्धि. अपादानविशेषैः अविवक्षितत्वे वाक्यमस्ति अत्र गोपालः गां पयो दोग्धि. गां द्वितीया विभक्ति महोदय. द्वितीया विभक्तिः अस्ति. पयो पयो अत्र यथा दत्तमस्ति तत्तु षष्ठे. पयो अविवक्षितत्वे तु तत्र गौणकर्म अत्र नपुंसकलिङ्गशब्दः स्यात् द्रष्टव्यमस्ति. सकारान्त एतादृशं किमपि स्यात् द्वितीयविभक्ति. दुग्धमिति अर्थः अस्ति अत्र. गोपालः धेनुः गामिति धेनुः धेनुं दुग्धं दोग्धि. गोपालः धेनुं दुग्धं दोग्धि इति उभयत्र द्वितीयविभक्तिः अस्ति. अनन्तरम् अविवक्षायां तत्र गोपालः गोः पयः दोग्धि. अत्र गोः इत्यस्य का विभक्तिः? गोः अत्र किं स्यात्? अत्र गोः अत्र पञ्चमी विभक्ति महोदय. हा इति अस्ति. रूपं न जानाति चेदपि अनुमानं कर्तुं शक्नोति. अत्र तु पञ्चमी अस्ति. गोपालः धेनोः गोः पयः दोग्धि. पयः उभयत्र अस्ति. सन्धिकार्यमस्ति तावदेव. पयो पयः तर्हि अत्र पयः दोग्धि महोदय. अत्र द्वितीयव्यक्ति उभयत्र अस्ति. उभयत्र अस्ति. अत्र नित्यकर्मपदं किं? पयः. गौणकर्मपदं गाम. हा इति अस्ति. बहु समीचीनमस्ति. इदानीम् अस्मिन् सप्ताहे भवतां सर्वेषां गृहपाठः अयं यत् प्रत्येकं वाक्यं दृष्ट्वा तस्य परिशीलनं भवतु. पदं यत्र न जानाति तत्र शब्दकोशे पश्यतु. एतत् सर्वं बहु सुलभमस्ति. शब्दकोशे दृष्ट्वा कः अर्थः, किं कार्यमस्ति, कस्य पदस्य गौणत्वं, कस्य प्रधानत्वम् इति दृष्ट्वा अग्रे सप्ताहे मिलित्वा पश्यामः. किन्तु अवश्यं कर्तव्यमस्ति महोदय. महोदय एकवारं करपत्रं भगिनि ईमेल् माध्यमेन मह्यं वदतु. अस्तु, तस्य आवश्यकता नास्ति इदानीम्. अस्तु तर्हि इदानीं विरमाम. गृहपाठः अस्ति सर्वेषां पुरतः. अग्रिमे सप्ताहे मिलामः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.